ॐ श्रीगुरुभ्यो नमः. अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तम् उपास्महे. श्रीमहागणपतये नमः. गुरवे सर्वलोकानां भीषजे भवरोगिणां निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः. अस्मद्गुरुपच्चरणारविन्दाभ्यां नमः. ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे. श्रीहयग्रीवमूर्तये नमः. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. श्रीमहासरस्वत्यै नमः. हरिः ओम्. सर्वेभ्यो नमस्कारः. धन्यवादः. धन्यवादः भगिनी. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र विसर्गसन्धिः इति. तत्र वयं बहु किमपि अतीतवन्तः, करपत्रं पठितवन्तः, अपि तत्र गीताप्रवेशे अनेकान् अभ्यासान् अपि कृतवन्तः. इदानीं तत्र वयं कुत्र स्मः इत्युक्ते तत्र पुटसङ्ख्या 51 मध्ये केवलम् एकः ओ श्वेतैः हयैः कृतवन्तः तर्हि ततः कुर्मः. श्वेतैः हयैः इति तर्हि तत्र शोभगिनी भवती एव आरम्भं करोति वा? आं महोदय, तत्र किमस्ति, श्वेतैः योगः हयैः. श्वेतैः योगः विसर्गः हकारः अयैः. श्वेतैः योगः तत्र विसर्गस्य रेफादेशः इत्युक्ते श्वेतैः इत्यस्य तत्र रेपः तु ससजुषुरुः इत्यनेन आगतः. तदनन्तरम् अच् अस्ति चेत् परतः करवसानयोर्विसर्जनीयः इति भवति, किन्तु तत्र न भवति. अतः कार्यं तावदेव. तदनन्तरं वर्णमेलनं श्वेतैर्हयैः इति अन्तिमरूपं निष्पद्यते. तर्हि तत्र श्लोकं पठामि वा? 1.14 ततः श्वेतैर्हयैर्युक्ते महति सिन्दने स्थितौ माधव पाण्डवाश्चैव दिव्यौ शङ्खौ प्रदध्मतुः. तर्हि तत्र ततः श्वेतैः हयैः युक्तेः महति स्यन्दने तत्र स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः इति. तर्हि तत्र श्वेत माधवः अपि अर्जुनः श्वेतैः अश्वैः युक्ते यत् युक्तः अस्ति स्यन्दनं तस्मिन् महति महान् स्यन्दने स्थितवन्तौ. तौ माधवः अपि पाण्डवः च तयोः शङ्खौ प्रदध्मतुः. धमतः इति भवति दिव्यौ शङ्खौ. तत्र दध्मतुः इति किं लिट् लकारे भवति इति मन्ये. किन्तु तत्र द्विवचने अस्ति, तत्र द्विवचने एव तथा भवति. तर्हि तर्हि तत्र धातुः अस्ति ध्म इति खलु. धमा इति धातुः अस्ति. धमति इति लट्लकारे एकवचने. धमति धमतः धमन्ति इति भवति. दा इति धातुः तत्र लिट्लकारे तादृशरूपं भवति. दध् मा इति धातुः खलु महोदय, क्षम्यतां, धा इति धातुः ध्मा इति धातुः. ओ ध्मा वा, ओके, करेक्ट्. हा, तत्र लिट्लकारे द्वा इति धातु, द्वा, सत्यं सत्यं, दद्मौ लिट्लकारे मा इति धातुः, लिट्लकारे दद्मौ दद्मतुः इति तत्र द्विवचने भवति, दद्मुः इति बहुवचने, तत्र द्वमतुः विसर्गः, दद्मौ दद्मतुः दद्मुः, भिन्नरूपं तत्र. तर्हि दद्मतुः इति भवति, करेक्ट् करेक्ट्, तावदेव अस्ति तत्र. तत्र दद्मौ इति तत्र मनसि क्लेशः भवति खलु, तत्र द्विवचने इति भासते, किन्तु दद्मौ इति एकवचने, दद्मतुः इति बहुवचन इव भासते, किन्तु द्विवचने, अन्ते दद्मुः, तत्र तु क्लेशः नास्ति, यतोहि तत्र लिट्लकारे अन्ते उकारः आगच्छति, विसर्गः अपि आगच्छति सामान्यतया इति चिन्तयामि. केवलं तत्र द्विवचने एकवचने किञ्चित् क्लेशः. कः इति न स्मरामि, तत्र किं प्रत्ययः अस्ति इति. दद्मौ दद्मतुः इत्यत्र वा प्रत्ययः अतुस् अतुस् अतुस् मायोगः अतुस् तदनन्तरं द्वित्वं ध्मा ध्मा अतुस् अतुस् ओके अतुस् इत्यस्य तत्र पुनः ऋत्वं भवति तावत् गच्छति. अपि च तत्र अन्तिमरूपं तत्र धा इत्यस्य ह्रस्वः भवति, धकारः ध्म अस्ति, तत्र धकारस्य अभ्यासे चर्चा इत्यनेन द्वित्वं लिट्लकार अस्ति चेत् द्वित्वं भवति, तदेव. ओके अस्तु भगिनि, अस्तु, अन्ते अतुः इति भवति, दद्मतुः अपि प्र इति उपसर्गः. किं महोदय? प्र इति उपसर्गः, प्र इति उपसर्गस्य योजनेन प्रदद्मतुः. समीचीनम्. अन्यत् किं किमपि तत्र वक्तव्यं नास्ति इति मन्ये भगिनि. तत्र केवलं तत्र वाक्यं वाक्यानि सन्ति तानि पठतु. तत्र एतेषु उदाहरणेषु विसर्गात् पूर्वम् अ आ इत्येतौ विना स्वराः सन्ति. विसर्गात् पूर्वम् इत्युक्ते तत्र अकार अपि च दीर्घ अकार विहाय स्वराः, तत्र इकारं दृष्टवन्तः, इकारः ऐकारः एकारः उकारः इत्युक्ते इच् वर्णाः, अच् इति प्रत्याहारे विहाय इच् वर्णान् वर्णान् दृष्टवन्तः. विसर्गात् परतः मृदुव्यञ्जनानि सन्ति तत्र, अतः तत्र किं खर् अनुमानयोर्विसर्जनीयः इत्यस्य कार्यं खर् वर्णे परे अथवा अवसाने परे भवति. क्षम्यतां, तत्र अहम् अच् इति उक्तवती, खर् इत्यस्य खर् अवसानयोर्विसर्जनीयः इति, तत्र मृदुव्यञ्जनम् अस्ति, खर् नास्ति, कर्कषव्यञ्जनं नास्ति, अतः तस्य कारणं भवति. अतः मृदुव्यञ्जनानि तत्र विसर्गस्य रेपादेशः सम्पन्नः, तस्मात् अग्रे न गच्छति कार्यम्. अतः तत्र सर्वत्र रेफं साधितवन्तः, तदनन्तरं केवलं वर्णमेलनं सर्वत्र इति. तत्र इच् इति वर्णं वर्णः अस्ति चेत् विसर्गात् पूर्वं, तर्हि तत्र रेपः एव तिष्ठति इति सारांशः भवति तत्र. केवलं तावत्पर्यन्तं गच्छति अपि च रूपाणि रेफयुक्तानि रूपाणि सिद्ध्यन्ति विसर्गस्य स्थाने विसर्गस्य स्थाने समीचीनं तर्हि तत्र भाट्टसूत्रानुसारं तत्र प्रथमसूत्रं कार्यं न करोति द्वितीयसूत्रं कार्यं करोति इतः परस्य विसर्जनीयस्य रेफः अखरी तत्र यदि अत्र अभ्यासान् पश्यामः तत्र बहवः अभ्यासाः सन्ति इति कृत्वा तत्र मनसि तत्र आकृतिः का इति न स्थापयितुं शक्नुमः अतः तत्र भाटसूत्रसूत्राणां महत्त्वमस्ति तत्र विसर्गस्य नो चेत् पश्यतु तत्र कति भेदाः अत्र दत्तवन्तः खलु तत्र रेपस्य आदेशः तस् पुनः लोपः पुनः तत्र अतः तत्र नियमान् यथा अत्र दत्ताः तत्र नियमान् तत्र मनसि स्थापयितुं सुलभः क्लेशः भवति अतः भाटसूत्रस्य उपयोगः अस्ति सूत्राणाम् उपयोगसूत्रप्रयोगेन हा नो चेत् तत्र गौरवं भवति भगिनि नाम तत्र मनसः तत्र कार्यं तत्र कष्टकरं भवति अस्तु तर्हि इदानीं महोदय तत्र भाषाप्रयोगे संस्कृतेन भाषा संस्कृतेन सम्भाषणं कर्तुम् इच्छामः तदा भाटसूत्राणि स्मरामः चेत् तत्र सन्धिं कर्तुं सुलभतया कर्तुं शक्नुमः तत्र लोपः कुत्र उत्तमं कुत्र किन्तु मनसि न तिष्ठति तदेव किन्तु श्रुतवन्तः पठितवन्तः इति कृत्वा अस्तु अस्तु तत्र द्वितीयसूत्रं तृतीयसूत्रम् इति किञ्चित् सौलभ्यं भवति नाम तत्र सौलभ्यम् अस्ति हा अस्माकं मनसि तत्र किञ्चित् सन्देहः अस्ति चेत् न न न अत्र द्वितीयभाटसूत्रम् अस्तु अस्तु अतः एतदेव कार्यम् इति तत्र निर्धारः सुलभतया भवति अथवा अस्माकं निर्धारे विश्वासः अस्माकं विश्वासः भवति अस्तु तर्हि धन्यवादः भगिनि अग्रे सुजाता भगिनि महोदय एतानि उदाहरणानि परिशीलयत बहिः योगः अतः बहि योगः विसर्ग योगः योगः बहिः अव्ययमस्ति बहिः योगः रेपः योगः योगः अन्तः बहिरन्तः भवति इतः परस्य विसर्जनीयस्य रेपः अखरि अखरि वर्णः अस्ति इति चिन्तयितुं शक्नुमः अव्ययस्य विषये अन्यत् तत्र अन्यत् वदतु भगिनि अव्ययः अस्ति चेत् प्रातर् तस्य प्रातर् इति प्रातिपदिकमस्ति बहिर् इति प्रातिपदिकमस्ति तद् विषये तत्र केन सूत्रेण भगिनी उक्तवती इच्छा परस्य विसर्जनीयस्य रेफः अखरि तत् सूत्रमपि कार्यं करोति अन्यत् कोऽपि सूत्रं कार्यं करोति वा तत्र तत्तु केवलं भाट्टसूत्रमस्ति तत्र यथा भवती वदति पुनर् तत्र सर्वत्र किन्तु बहिः तत्र बहिर् इति अस्ति वा प्रातिपदिकं नास्ति आमां बहिर् आम् रेपस्य लोपः भवति बहिर् पुनर् प्रातर् एतत् सर्वं प्रातिपदिकमस्ति तत्सर्वे द्रष्टव्यं सत्यं भगिनि किन्तु वदतु भगिनि तत्र प्रातर् इति दृष्टवन्तः किन्तु बहिः अन्त न दृष्टम् इति मन्ये तत् तथा न भवति वा इति तत्र केवलं सन्धिकार्यमेव इति मन्ये किन्तु पुस्तके तु अव्ययम् इति दत्तम् अव्ययं सत्यं किन्तु अच्छा रेफान्त अव्ययं वा इति ओके द्रष्टव्यं ओके लेट् मी लुक् लेट् मी सी रेफान्त अव्ययं बहिर् यतोहि तत्र करपत्रे तु प्रातर् इति एव उदाहरणं नीतं साधारणतया तत्र अपि च पुनर् इति अपि अस्ति साधारणतया तत्र स्वर्गमध्ये तत्र गीताप्रवेशे ये अभ्यासाः सन्ति तान् दृष्ट्वा एव तत्र करपत्रं निर्माति अतः तत्र यदि तत्र अत्र अव्ययम् उदाहरणेन बहिः रेपान्त अव्ययम् अस्ति चेत् प्रायशः तत्रापि प्रायशः तत्र तस्य तत्रापि उदाहरणरूपेण शब्दपाठे बहिर्द्वार इति एक शब्दं समस्तपदम् इति दत्तं तत्र बहिर्द्वार रेपान्त रेपान्त नास्ति चेदपि तत्र सन्धिकार्ये विसर्गसन्धिकार्ये रेपः तु आगच्छति एव आमामां तत्तु बट् एनि अदर् भाटसूत्रं तत्र कार्यं करोति वा आतपरस्य अतः परस्य न न करोति तत्र इतः परस्य विसर्जनीय रेप एव भगिनि भगिनि तत्र यदि तत्र रेपान्तं न अस्ति अथवा नास्ति इति न जानीमः करेक्ट् तदा तत्र अन्यत् कार्यं भवति वा इति न जानीमः खलु सत्यं तर्हि तत्र कोऽपि जानाति वा तत्र रेपान्तः वा अथवा किं तत्र महोदयस्य मानचित्रम् इति करपत्रे पश्यन्ती अस्मि महोदय तत्र संक्षिप्तमानचित्रम् ओके तत्र इचः परस्य तत्र किं कार्यं करोति इत्युक्ते इचः इच् अपि अश् अथवा इच् अपि रेपः अस्ति चेत् तत्र इचः परस्य विसर्जनीयस्य रेपः खरि तत्र एव ससजुषुरुः रोरि ढलोपे पूर्वस्य दीर्घोणः तत्सर्वम् आगच्छति किन्तु रेपः अग्रे अस्ति चेत् नो चेत् केवलं ससजुषुरुः इति एव आगच्छति तदनन्तरं रेपः तिष्ठति तावदेव अपि च तत्र प्रातिपदिकः रेपान्तः अस्ति चेत् इति कुत्र अस्ति पश्यन्ति अस्मि बहिस् अस्ति खलु सकारान्तपदं तत्र कोशान्वेषे कोशान्वेषणं कर्तुं शक्नुमः अध्यायमध्ये बहिस् बहिस् सकारान्तपदम् ओके सकारान्त अव्ययम् ओके तत्र बहिस् बहिर्भवति सकारस्य रेफ बहिस् इति बहिस् अव्ययम् अतः तत्र चिन्ता मास्तु अस्तु अस्तु महोदय अस्तु तर्हि तत्र सुजाता भगिनी समीचीनं तर्हि अग्रे तत्र बहिरन्तः इति श्लोकः अपि अस्ति तं पठित्वा किञ्चित् वदति वा त्रयोदश पञ्चदश श्लोकः अस्ति बहिरङ्गस्य भूतानां बहिरन्तस्य भूतानाम् अग्रिमं भगिनि अग्रिमं बहिरन्तस्य भूतानाम् आचरं चरमेव च अविज्ञेयं दूरस्थं च आन्तिके अन्तिके च तत् महोदय एकप्रश्नः अस्ति क्षम्यताम् एकप्रश्नः अस्ति तत्र सूक्ष्मत्वात् तद् अविज्ञेयम् इति कर्तुं शक्यते वा न तद् साधु वा न चेत् सूक्ष्मत्वात् विज्ञेयम् इति तत्र अकारः अस्ति अविज्ञेयम् एव no okay. can we break it mahoday that's what my question is matlab sukshmatvat tad avigneyam iti okay okay asatyam bhavini dhanyawad bahihi antascha bhutanam acharam charame charam evacha sukshmatvat तत् अविज्ञेयं दूरस्थं च अन्तिके च चान्तिके अन्तिके च न महोदय अन्तिके च तत् अन्तिके च तत् तत् क्लिष्टमस्ति महोदय भगिनी नाम तत्र कुत्र कुत्र तत्र आत्मानं तत्र नाम तत्र आत्मा इति आत्मनः विषयः नाम तत्र आत्मा तत्र बहिः अपि अस्ति भूतानां बहिः अपि अस्ति भूतानाम् अन्तः अपि अस्ति चरे अस्ति अचरे अपि अस्ति तत्र स्थितम् इति योजयामश्चेत् भूतानां बहिः स्थितम् अस्ति भूतानाम् अन्तः च स्थितम् अस्ति सूक्ष्मत्वात् अविज्ञेयम् अस्ति तत् तत् अविज्ञेयम् अस्ति सूक्ष्मत्वात् तद् तद् नाम तत्र न ज्ञातुं शक्नुमः बहु सूक्ष्मम् अस्ति इति कृत्वा तत्र अविज्ञेयं तत्र न ज्ञातुं शक्नुमः दूरस्थं च अन्तिके च तत् नाम तत्र दूरमपि अस्ति तत् नाम अत्र प्रायश तत्र क्षेत्रज्ञं तत्र आत्मा एव किन्तु तत्र कस्मिन् रूपे दत्तम् अत्र तत्र दूरस्थम् इति तत्र कस्मै दूरस्थम् अस्ति इति किं दत्तम् अत्र इत्युक्ते यः न ज्ञातुं शक्नोति तस्मै दूरस्थं भवति किन्तु अन्तिके किमर्थं तत्र उक्तम् इत्युक्ते तत् यथा तत्र आरम्भे उक्तं सर्वेषु अस्ति एव सर्वेषु भूतेषु अस्ति एव अतः बहु अन्तिके अस्ति सर्वदा किन्तु दूरस्थः इति भासते, यतोहि सुलभतया न ज्ञातुं शक्नुमः तत्र ज्ञातुं न शक्नुमः एव, केवलम् अनुभवं कर्तुं शक्नुमः. अतः दूरस्थः इति भासते तेषां कृते ये तत् किम् इति न ज्ञातुं शक्नुवन्ति एव, किन्तु अन्ते अन्तिके एव अस्ति इति दत्तमस्ति तत्र महोदय. समीचीनं भगिनि. तर्हि तत्र आत्मनः विषयः एव तत्र दत्तं. तत्र अग्रिमः अपि पठानि वा? पठतु. इत्युक्ते अस्तु, अविभक्तं च भूतेषु विभक्तम् इव च स्थितम्. साक्षात् परम् अस्ति एषः श्लोकः. अविभक्तं च विभक्तः नास्ति किन्तु भूतेषु विभक्तम् इव च स्थितं, विभक्तम् इव दृश्यते भासते. भूतभर्तृ च तत् ज्ञेयं ग्रसिष्णु प्रभविष्णु च इति. इत्युक्ते तत्र द्वितीयवाक्यस्य विवरणं द्रष्टव्यमस्ति, किन्तु प्रथमवाक्यम् अस्य श्लोकस्य इतोपि किञ्चित् विवरणं करोति. किमर्थं तत्र दूरस्थः अन्तिकः इत्युक्ते अविभक्तं स्थित्वा अपि भूतेषु विभक्तम् इव दृश्यते भासते इति. समीचीनं. मम पार्श्वे एक अर्थ दीयते, तत् ब्रह्मभूतानां बहिः अन्तश्च वर्तमानम् अर्थात् भूतव्यापकम् अचलं चलमिव भासमानं गूढत्वात् आयासेन बोध्यं दूरे वर्तमानम् अन्तिके च वर्तमानम् इव अस्ति इति उक्तम्. तर्हि तत्र चरम् अचरं तत्र किम् उक्तं? चरम् अचलं चलमिव भासमानम्. चरं चरमेव तस्य अर्थः अचलं चलमिव भासमानम् इति दत्तं तत्र. तत् ब्रह्मभूतानां बहिः अन्तस्य वर्तमानम् अर्थात् भूतव्यापकम् अचलं चलमिव भासमानम्. भूतमान अचलं चलमिव भासते भासमानम्. गूढत्वात् सूक्ष्मत्वात् इत्युक्ते गूढत्वात् आयासेन बोध्यम् दूरे वर्तमानम् अन्तिके च वर्तमानमिव अस्ति. भगिनि तत्र गूढत्वात् किम् उक्तम्? आयासेन बोध्यम्. आयासेन बोध्यं नाम तत्र अनायासेन इत्युक्ते तत्र विदौट् एनी एफर्ट्. अनायासेन बोध्यं नाम सुलभतया इति, किन्तु आयासेन बोध्यम्. अस्तु महोदय. शाङ्करभाष्ये तत्र भूतानि चराणि अचराणि सन्ति, आत्मा तु सर्वत्र सर्वस्मिन् सर्वदा अस्ति इत्युक्ते चरे अचरे च भूतेषु इति अर्थे दत्तं तत्र महोदय. तत्र चरः इव अपि दृश्यते, अचरः इति अपि दृश्यते, किन्तु सः किं तत्र अचरं चरम् एव च मूविङ्ग् एस् वेल् नाट् मूविङ्ग् ईवन् देट् विच् अपियर्स् एस् द बाडि मूविङ्ग् आर् नाट् मूविङ्ग् इस् नथिङ्ग् बट् द नोवबल् इति. इन् द सेम् वे एस् द अपियरेन्स् आफ् ए स्नेक् आन् ए रोप् इति. इत्युक्ते तत्र स्नेक् इस् नथिङ्ग् बट् द रोप् किन्तु स्नेक् इव दृश्यते इति. तत्र इत्युक्ते सर्वस्मिन् सर्वेषु भूतेषु अस्ति, किन्तु चरम् अचरं वा तत् अन्यत् किमपि न, किन्तु आत्मा एव इति तत्र दत्तं. अतः अग्रे अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् इति अनुवर्तते. धन्यवादः. शोभनीयं धन्यवादः वेदाभगिनी धन्यवादः तत्र श्लोकस्य अर्थः किञ्चित् मनसि स्थापितः अस्तु अग्रे तर्हि तत्र वेदाभगिनी न पठितवती खलु न परन्तु भगिनी पुनः अत्र प्रातः गच्छति अपि पठति वा सुजाता भगिनी महोदय तत्र श्लोकं नास्ति इति एव अस्तु अत्र तत्र पुनः योग विसर्ग योग अत्र विसर्गस्य स्थाने रेप आयाति किमर्थं चेत् तत्र बाटसूत्रे तस्य विवरणम् अस्ति पुनर् इति शब्द अव्ययम् अस्ति पुनर् तदेव तद् दत्तं परन्तु श्लोक यदि सूत्रे यदि दृश्यते चेत् तत्र पुनः विसर्गस्य स्थाने ससजिसोरुः पुनर् इति पुनर् इति प्रातिपदिकं तस्य प्रथमपुरुषे एकवचनरूपं पुनस् अस्ति पुनस् अत्र सकारस्य स्थाने सचुचुरुः इत्यनेन रेप अस्ति रेपस्य परे अकार अस्ति स्वर अस्ति इति कारणतः अग्रे कोऽपि सूत्रकार्यं न करोति केवलं पुनर् इति एव अस्ति पुनर् योगः अत्र पुनरत्र इति मम विचारः अस्ति अस्मिन् प्रसङ्गे भगिनी यत् भवती उक्तवती तद् पुनर् इति एव अस्ति तत्र पूर्वं पुनर् इति प्रातिपदिकं तस्य प्रथमपुरुषरूपं किम् अस्ति यूश्वलि वेन् वि डू द सूत्र थिङ्ग् वाट् इस् अनालिसिस् वि आल्वेस् गो वित् द प्रथमपुरुष एकवचनरूपं न तत्र पुनस् लैक् दट् रिमेम्बर् इत्युक्ते सुप् इति वा तदेव तत्र पुनस् इति प्रथमपुरुषे एकवचन सुबन्त रूपमधिकं पुनस् योग अत्र सकारस्य स्थाने रेप आयाति पुनरत्र इति भाटसूत्रे किं वदति तत्र यदि अकार अस्ति ह्रस्व अकार अस्ति तत्पश्चात् किमस्ति ह्रस्व अकारस्य परे अतः परस्य किमस्ति परस्य विसर्जनीयस्य अतिहसि च उत्वम् इति एकमस्ति ओके अपि च अतः परस् तदेव तत्र अतः अति उत्तमं भवति अति अस्ति तदेव तत्र अतः परस्य विसर्जनीयस्य अतिहसि च उत्वम् यदि उत्तमम् आयाति चेत् तत्र किम् अस्ति पुनः विसर्गस्य स्थाने उकार अस्ति पुन उ तत्पश्चात् किमर्थं यतोहि अस्ति चेत् पुनोत्र इति किमपि भवति तत्र पुनर् इति एव प्रातिपदिकम् अस्ति आम् तदेव स्वीकर्तव्यम् इति मन्ये यतोहि पुनस् इति स्वीकुर्मः चेत् तत्र उत्तमं भवति तत्र दोषः भवति यत्र पुनर् इति प्रातिपदिकमस्ति चेत् किं वदनीयं पुनर् इति तत्र पुनर् एव प्रातिपदिकम् इति दत्तम् ओके नो चेत् तत्र विसर्गस्य स्थाने तत्र अतः अतिपरे उत्तमं भवति तर्हि रूपं भिन्नं भवति पुनः अतः अत्रापि रेफो भवति रेफस्य रेपे परे रेफलोपः पूर्वदीर्घत्वं च इति ध्येयम् तत्र रेपे परे नास्ति खलु न रेपे परे नास्ति तत्तु अन्यत् अस्ति तत्तु तद् नास्ति सो केवलं पुनर् इति प्रातिपदिकमस्ति इति कारणतः तत्र पुनर् अत्र इति भवति वा विसर्गस्य स्थाने रेप आयाति वा इति मन्ये सत्यं भगिनि तत्र अस्तु प्रातः गच्छति तदपि प्रातर् इति प्रातिपदिकमस्ति तत्रापि सत्यं अतः तत्र करपत्रे रात्र प्रातर् अस्ति प्रातर्वत् एव तत्र पुनः अपि अस्ति इति मन्ये खलु तर्हि प्रातर् इति वै दि स्क्रीन् इस् रन्निङ्ग् अवे ऐ डोण्ट् नो ओके शास्त्रीयप्रक्रिया पुनर्रमति अवसाने नास्ति ओह् कमान् स्क्रीन् इस् रन्निङ्ग् अवे ऐ डोण्ट् नो वै रेफ ओके ओके सो प्रातर् पुनर् इति प्रातिपदिकम् अस्ति चेत् पुनरत्र प्रातर्गच्छति इति प्रातर्गच्छति इति पदं निष्पद्यते तत्र हा हा सत्यं भगिनि हा तत्र लोपः न भवति रेपः आगच्छति ओके शास्त्रीयचिन्तने अपि तदेव वा भगिनि आं भगिनि तत्र प्रातर्योगः तिष्ठति प्रातस्तिष्ठति तत्र भवति यतोहि तत्र तकारः अस्ति परे खर्वर्णः अस्ति तत्र पुनः विसर्जनीयः विसर्गः भवति तदनन्तरं सकारः परन्तु अत्र उदाहरणे अकारः अस्ति गकारः अस्ति तत्र प्रातर् अस्ति इत्यत्र प्रातरस्ति इति एव भवति तत्र दत्तम् उदाहरणे करपत्रे प्रातर्योगः अस्ति इत्यस्य तु करवसानयोर्विसर्जनीयः इत्यस्य अचि परे प्रसक्तिः नास्ति अतः अतोरोरप्लुदात् अप्लुते इत्यनेनापि परे ह्रस्वः अकारोत्तरवर्तिनः रेपस्य उकारादेशः न यतोहि अयं रेपः रुसम्बन्धः न प्रातर् इति प्रातिपदिकं प्रातरस्ति प्रातर्योगः अस्ति प्रातर् अस्ति तावदेव ओके ओके गाट् इट् गाट् इट् ओके ओके ओके रुसम्बन्धः नास्ति ओके नास्ति ओके अतोरोरप्लुदात् तत्र तु रुसम्बद्धरेपः इति आगच्छति भो भगो अगो अपूर्वस्य योषि इत्यनेन अवर्णोत्तरस्य रेफस्य यकारादेशः अशीपरे तदपि सूत्रं कार्यं करोति वा तदपि तत्रापि न तदपि न अशीपरे न इति दत्तं तस्यापि कार्यं न भवति तत्र प्रातर्योगः धावति खरवसानयोर्विसर्जनीय इत्यस्य हशीपरे प्रसक्ति नास्ति हशी च इत्यनेन हशीपरे ह्रस्व अकारोत्र वर्तिनः रेपस्य उकारादेशः न यतोहि अयं रेपः रुसम्बन्धः न अपि च अत् परो न प्रातर्धावति प्रातर्धावति एव अस्तु अस्तु ओके सो तदेव यः अत्र प्रातः गच्छति अपि तदेव तत्र कार्यमपि तदेव भवति प्रातर्गच्छति खरवसानयोर्विसर्जने इत्यनेन हसि परे प्रसक्तिः नास्ति ओके हसि च इत्यनेन हसि परे ह्रस्व अकारोत्तरवर्तिनः रेपस्य उकारादेशः न यतोहि अयं रेपः रुसम्बन्धो न अपि च अत् परो न तदेव प्रातर् गच्छति इति रूपम् आयाति ओके ऐ गाट् इट् अस्तु अस्तु ओके अकारोत्तरवर्तिनः अन्ते वाक्यानि पठतु भगिनि एतेषु उदाहरणेषु अव्ययसम्बन्धिनः विसर्गात् परतः स्वरः मृदुवञ्जनं वा अस्ति तत्र विसर्गस्य रेफादेशः सम्पन्नः इति अन्यत् अग्रे अपि पठामि वा पदच्छेदं कुरुत पठतु भगिनि सेनयोरुभयोरपि सेनयोर् उभयोर् अपि सेनयोर् रेफस्य स्थाने विसर्ग सेनयोः उभयोः अपि रेफस्य विसर्गः रेफस्य विसर्ग आयाति तत् कथम् इति सूत्र पदगतसंस्कार वा तद् अनुसृत्य सेनयोस् इति अस्ति सकारस्य रेप भवति सेन सचशुषोरुः इत्यनेन सेनयोर् तदेव उभयोर् तदापि उभयोस् इति अस्ति वा तद्पि उभयोः इति वा भगिनि सेनयोः इति खलु भगिनि तत्र विसर्गः विसर्गात् प्राक् तत्र ओकारः इति खलु चिन्तनम् इच्छः परस्य हा तावदेव खलु ओके इच्छः परस्य उभयोः अपि इच्छः परस्य अखरि अस्ति ओके सेनयोः विसर्गस्य परे उकार अस्ति अखरि अस्ति उभयोः अपि तत्रापि अखरि अस्ति इति कारणतः इचः परस्य विसर्जनीयस्य रेफः अखरि इति तत्र भाषासूत्रं कार्यं करोति तदेव तत्र सेनयोः रेफस्य विसर्गस्य स्थाने रेफ रका रेफ देन् उभयोः तत्र रेफ मिलित्वा रु भवति रुभयोः अत्र विसर्गस्य स्थाने रेप आयाति सो रेप योगः अ र उभयोरपि इति सेनयोरुभयोरपि इति आयाति महोदय भाट्टसूत्रं सूत्रम् इच्छयो इच्छः परस्य इच्छय परस्य रेपः अखरि इति ऋषकपरस्य विसर्जनीयस्य रेपः अखरि इति गीता अपि पठनीयं वा 1.27 27 तान् समीक्ष तत् नास्ति 27 नास्ति तत्र 26 मध्ये अस्ति 26 आचार्यान् मातुलान् भ्रातून् पुत्रान् पौत्रान् सखींस्तथा स्वसुरान् सुहृदश्चैव सेनयोरुभयोरपि तत्र अस्ति सेनयोरुभयोरपि सो तत्र किं वदति सञ्जय वदति आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा श्वसुरान् सुहृदश्चैव सेनयोर् उभयोरपि सो तत्र सञ्जय वदति अर्जुन सेनयोर् उभयोरपि अर्जुन उभयोर् सेनयोः मध्ये रथं स्थापितवान् भगवान् रथं स्थापितवान् तत्र पश्यति एक तत्र किं पश्यति तत्र पितॄन् पितामहान् आचार्यान् इत्युक्ते किम् अङ्कल्स् ग्राण्ड् अङ्कल्स् पितामहान् आचार्यान् कर्तृपदं किम् इति वदति तत्र तत्र पश्यति स्थितान् पार्थः तत्र अपश्यत् तत्र अपश्यत् खलु तत्र अपश्यत् तत्र अपश्यत् आम् आम् तत्र अपश्यत् करेक्ट् तत्र अपश्यत् स्थितान् पार्थ अपश्यत् लग्लकारे तत्र अपश्यत् स्थितान् पार्थः पार्थः तत्र स्थितान् तस्य अङ्कल् किं वदामि अङ्कल् तत्र क्रमेण कर्तृपदं न कर्तृपदं कर्तृपदम् अस्ति न सन्ति इति मन्ये भवती एव उक्तवती खलु नाम तत्र क्रियापदम् अपश्यत् हा कः अपश्यत् कः अपश्यत् पार्थः अर्जुनः हा पार्थः अपश्यत् समीचीनम् इदानीं तत्र कम् अथवा कान् अपश्यत् कान् अपश्यत् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् भ्रातॄन् पुत्रान् पौत्रान् पुत्रान् पौत्रान् सखीन् अपि च श्वसुराः सुहृदः इति मध्ये एतत् सर्वं पश्य अपश्यत् पार्थः अपश्यत् हा सेनयोर् उभयोर् अपि अपि तत्र हा स्थितान् हा तत्र सेनयोरुभयोरपि तत्र तत्र अन्वय कुत्र भवति स तत्र पार्थः पार्थः अपश्यत् आमामां हा सेनयोर् हा तत्र तर्हि तत्र सेनयोरुभयोरपि अपि स्थितान् स्थितान् हा स्थितान् तर्हि तत्र विपत्ति का इति वदति वा तत्र स्थितानि सेनयोरुभयोरपि सेनयोः उभयोः अपि वचनं तु द्विवचनं समीचीनं हा किन्तु विभक्ति का विभक्ति सेनयोः उभयोः उभय इति द्विवचनं उभयोः मतलब् षष्टि वा षष्टि तस्य तयोः आम् षष्टि महोदय सेनयोः उभयोः षष्टि अस्तु षष्टि द्विवचनं द्विवचनम् अस्तु समीचीनं धन्यवादः भवति वा तत्र इति यतोहि कर्मपदं नास्ति सेनयोः सप्तमी उभयोः सप्तमी इति मन्ये तत्र सेनयोः तस्मिन् तयोः इति भवति हा किन्तु भगिनि अत्र किमस्ति तत्र मध्ये इति अस्ति खलु भगिनि अतः सत्यं मध्ये अपि सप्तमी खलु सप्तमी सप्तमी मध्ये इति सप्तमी किन्तु कयोः मध्ये तत्र षष्टि तत्र कयोः नाम षष्टि मध्ये इति सप्तमी अस्तु अस्तु आमां सत्यं भगिनि समीचीनं वा आम् महोदय तर्हि तत्र मम मनसि अपि भ्रमः आसीत् सेनयोः मध्ये स्थितान् इति भवति सत्यं अतः अतः किन्तु मम मनसि सेनयोः मध्ये स्थितान् तत्र मध्ये इति न दृष्टवती महोदय अतः मध्ये इति पदं नास्ति तत्र अतः परन्तु इमाजिन् न न भगिनि तत्र नास्ति वा तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् आचार्य वगैरह वगैरह सेनयोः उभयोरपि ओ स्टेशन् बिट्वीन् बोध आर् महोदय तत्र ट्वेण्टि सिक्स् खलु गीता प्रवेशे दृष्ट्वा वदामि महोदय अस्तु तर्हि तत्र अन्वयः कथं भवति इत्युक्ते अथ पार्थः तत्र स्थितान् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृदः इति तत्र द्वितीया एव विभक्तिः सुहृदः च उभयोः अपि सेनयोः अपश्यत् तावदेव अस्ति तत्र तर्हि अस्ति चेत् तर्हि सप्तमी अपि सेनयोः अपश्यत् तर्हि तत्र एव दत्तं महोदय तत्र उभयोः तत्र षष्टि द्विवचनं तत्र इदानीम् उभयोः इति इत्यस्य विभक्तिः कः का इत्युक्ते सेनयोः तत्र षष्टि एव द्विवचने अपि च उभयोः अपि षष्टि एव भवति तत्र आम् आम् तत्र आकारान्त उभयोः आकारान्तस्त्रीलिङ्गषष्टि द्विवचने तेनयोः अपि षष्टि एव तर्हि तत्र अर्थः कथं भवति उभयोः सेनयोः अपश्यत् अतः पार्थः स्थापनीयं मध्ये इति स्थापनीयम् इति अस्ति वा ओके किन्तु सत्यं तत्र कुत्रचित् मध्ये इति अपि अस्ति मध्ये रसं स्थापय इति अर्जुनः उक्तवान् पूर्वं तत्र मध्ये तयोः सेनयोः अर्जुनः स्वबान्धवान् गुरून् मित्राणि च अपश्यत् न भगिनि तत्र विधभगिनी शोभभगिनी किं वदति इत्युक्ते तत्र पूर्वस्मिन् श्लोके 21 इत्यत्र तत्र सेनयोरुभयोर्मध्ये रथं स्थापय मे अर्जुन तदुक्तम् आम् आम् तत्र अस्ति महोदय अतः अत्र तत्र किम् अस्ति इत्युक्ते तत्र अनुवर्तनम् अनुवर्तिः इति स्वीकुर्मः वा तेन उभयोः मध्ये रथं स्थापय इति उक्तवान् तर्हि इदानीं तदेव प्रायशः तत्र अतः एव अहं चिन्तितवान् तत्र सैन्योर्विभयोर् तत्र भवति खलु इति द्विवारं तत् उक्तं प्रथमतया अर्जुनः वदति साक्षात् वदति अनन्तरं तत्र श्लोकं मध्ये अपि अस्ति एवमुक्तो ऋषिकेशो गुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् अतः तत्र द्विवारं तत्र प्रायशः छन्दसः कृते न दत्तं प्रायशः इति चिन्तयति वा महोदय पासिबल् मीटर् सत्यं सत्यं भगिनि सत्यं कारणेन तेन कारणेन तत्र न दत्तं प्रायशः सत्यं भगिनि किन्तु तत्र षष्टि इति सर्वे अङ्गीकुर्वन्ति इति मन्ये समीचीनम् अस्तु वेदभगिनी धन्यवादः अग्रे शोभा भगिनी तत्र महोदय अन्यदपि तत्र भवितुम् अर्हति तत्र उभयोः सेनयोः इति अन्वयः सर्वत्र इत्युक्ते सेनयोः उभयोः बिलाङ्गिङ्ग् टु देम् तत्र किं पौत्रान् पितॄन् भ्रातॄन् इति भवति महोदय बिलाङ्गिङ्ग् टु देम् दोस् टु सेना सेनास् इति भवति तत्र तर्हि भवति खलु सत्यं भगिनि रामस्य फलं रामस्य उद्यानम् इति यथा वदामः सेनयोः उभयोः तदनन्तरं सर्वत्र द्वितीयविभक्तिः तत्र सेनयोः पितॄन् सेनयोः मातुलान् इति प्रायः न भगिनि क्षम्यतां तत् प्रायः न गच्छति खलु यतोहि तत्र सेनयोः पिता इति नास्ति खलु सेनायाः पिता इति नास्ति खलु पिता इति नास्ति किन्तु सम्बन्धे षष्टिः इति भवति खलु सम्बन्धे अस्तु अस्तु नाम तत्र तत्र तत्र अस्ति इत्युक्ते तत्र सेनायाः सेना भीमस्य दुर्योधनस्य सेनायां तत्र एषः अस्ति इति अर्थे इत्युक्ते तत्र सेनापतिः इत्युक्ते सेनायाः पतिः इति एव भवति सत्यं सत्यं तादृशम् अस्तु इति मन्ये तर्हि तत्र सम्यक् भवति तदपि प्रायशः भवति सत्यं प्रायशः अतः तत्र षष्टिः एव तत्र सङ्गच्छति अस्तु भवती अधिकरणमस्ति न तत्र आधार तत्र नास्ति आधारः अपि भवितुम् अर्हति इति अपि किञ्चित् आसीत् किन्तु नाम सेनायाम् एते सर्वे सन्ति खलु इति आपने वट् एवर् यु सेड् लैक् सेनयोर् उभयोर् मध्ये तत् मध्ये इस् अ वर्ड् दट् इस् मिस्सिङ्ग् देर् दट् इस् मध्ये अस्ति चेत् षष्टि एव मध्ये अस्ति चेत् षष्टि एव अतः तत्र क्लेशः नास्ति अतः षष्टि इति एव स्वीकरोमि अङ्गीकरोमि चिन्ता मास्तु अस्तु अस्तु अग्रे शोभा भगिनि अग्रे अग्निर्ज्योतिरः इति अस्ति पदम् अग्निः योगः ज्योतिः अहः योगः अहः इति पदम् इदानीम् अग्निः इत्यस्मात् परं जकारः तत्र खर् नास्ति, अपि च योगः अहः तदपि खर् नास्ति, ज्योतिः योगः अहः परवर्णः खर् नास्ति, तर्हि तत्र रेपः एव तत्र अग्निः तत्र किं भवति तस्वजुषुरुः एव तत्र कार्यं करोति तावदेव, अग्निर् योगः ज्योतिर् योगः अहः इति भवति तत्र। तत्र मम पुस्तके मुद्रणदोषः अस्ति इति मन्ये, यतोहि मम पुस्तकं पुरातनम् अस्ति, तत्र गीताप्रवेशे तत्र अग्निज्योतिर् इति, ओ अग्निज्योतिर् इति अस्ति खलु, क्षमताम्, तर्हि तत्र कथं स्वीकरणीयम् अग्निज्योति समस्तपदं, न न क्षम्यतां, समीचीनम् अग्निर्ज्योतिरिह अग्निर्ज्योति अग्निर्ज्योतिः, तर्हि अग्निः ज्योतिः अग्निर्ज्योतिः, तदनन्तरं ज्योतिः योगः अह ज्योतिरः इति भवति तत्रापि, समीचीनमेव क्षम्यतां, अहं सम्यक्तया न पठितवान् तावत्, ज्योति अहः, तर्हि तत्र तदेव चिन्तनं केवलं रेफपर्यन्तं कार्यं, तदनन्तरम् अन्यानि सूत्राणि न आगच्छन्ति तत्र, सत्यं तावदेव। तर्हि श्लोकः अस्ति अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणं तत्र प्रयाता गच्छन्ति ब्रह्मविदो जनाः, ब्रह्मविदाः जनाः इति, तर्हि अग्निः ज्योतिः अहः, अहः इत्युक्ते तत्र दिनम् अग्निः अहर्निश तथा दिनमपि रात्रिः इति, तत्र दिनं हा शुक्लः शुक्लः अस् सन्ति अथवा अस्ति, शुक्लपक्षे शुक्लपक्षे ओके, शुक्लः षण्मास उत्तरायणम्, उत्तरायणम् इति शुक्लः अस्ति वा महोदय तत्र, शुक्लपक्षे न न शुक्लपक्षे दिने तत्र दिनसमये यत्र दिनम् अस्ति रात्रि नास्ति तस्मिन् समये शुक्लपक्षसमये तस्मिन् समये षण्मासे षण्मास उत्तरायणम् इति षण्मास पर्यन्तम् अतः उत्तरायण षण्मास उत्तरायणं तत्र प्रयाता गच्छन्ति ब्रह्मविदाः जनाः, तर्हि तत्र अग्निः ज्योतिः अपि च अहः इति, तदनन्तरं शुक्लः अपि च षण्मासः उत्तरायणं, तदनन्तरं तत्र जनाः ब्रह्मविदाः गच्छन्ति प्रयाताः, प्रयाताः इत्युक्ते तत्र मरणात् परम् इति दत्तम्, तत्र प्रयाताः इति मरणात् परम् इति, इत्युक्ते ऐ थिङ्क् नौ इट् इस् उत्तरायणं शुक्लपक्ष उत्तरायणं रैट् आफ्टर् दिस् संक्रान्ति, सो दोस् हु डै ड्यूरिङ्ग् दट् टैम् they go to the brahman, is that what it is, kintu bhagini to te brahma vidah santi chet ha brahma vidho janah brahma gachanti iti brahma vidho janah do suno brahma vidah janah brahma eva gachanti ha fire light day time the bright fortnight the 6 months of the northern solstice by following this path persons who are knowers of brahman attain brahman when they die, yeah so fire light and day time what is that referencing agni agni itite fire is a deity presiding over a period of time. Similarly, Jyotihi, light, also is a deity presiding over a period of time. Iti dattam. Fire and light are the well-known Vedic deities. Agnihi. Oh, astu. If you say, in the morning time, when there is light, and the morning time, about fire, I don't know. So they are saying, and if it is Uttarayana time, and Shukla Paksham, and if a person dies during that time, the Brahma with whoever dies during that time, they will reach Brahman. That is what this means, right? If they already are Brahmagnanis. Yeah, Brahmavid. That's what Brahmavid. I said, Brahmavid. Mm. So they will go to Brahman. Yes. So they could be dying during the daytime, when there is light, when there is Agni, and also if it should be Shukla Paksham, and Uttarayana time, when the sun's course is changed to Uttarayana, northern course. At that time, anybody departing means the Brahmavid who are departing will go to Brahman iti. Astiva? Because the next says, Dhumo Ratris Tata Krishnaha Shanmasa Dakshinayanam Tatra Chandramasam Jyotir Yogi Prapya Nivartate. The other next slokam says that. So when there is book and Ratri, the night time, and it is Krishna Paksha and Shanmasa Dakshinayanam, Tatra Chandramasam Jyotir Yogi Prapya Nivartate. The yogi then returns to the world of mortals. The yogi who dies during that time, he gets another Janma again. He comes back to mortals. That's what the other one says. So smoke happens during the night time, no? The dark lunar fortnight. So that's why the other slokam. So that's what I thought. Fire light, the daytime, the moonlight, fortnight, the 6 months of sun's northern course, everything. So who departs in that time will, the men who know Brahman will go to Brahman. So Bhagini, Bhavati Kim Vadati? Bhavati Yaha Uttar Daitam. So if anybody wants, so not us, only the Brahma Vishnu will get that, right? Only the Brahma Vishnu. Veda Bhagini, Veda Bhagini, Ekrim Shastri. शोभा भगिनी पठितवती खलु तर्हि तत्र सा किमपि वदेत् तत्र इत्युक्ते फुट् नोट् अस्ति महोदय डिटीस् इति दत्तं खलु इफ् द फस्ट् टु इत्युक्ते फयर् अपि ज्योतिः अग्निः अपि ज्योतिः आर् टेकन् एस् वैदिक् डिटीस् देन् द रिमेनिङ्ग् त्री आर् द ओन्ली डिटीस् आफ् टैम् स्टिल् द लेटर् बीङ्ग् न्यूमरिकलि ग्रेटर् आल् द फैव् डिटीस् आर् रेफर् टु एस् डिटीस् आफ् टैम् तत्र deities of time iti svikrutam the deities of both the paths of gods and mains are of the northern and the southern paths as they are called who are gods of time are referred to here as time by such words as day fortnight 6 months etc they gods of time iti dattam tatha itite tatra लिटरलि अथवा मेटफोरिकलि इति अपि स्वीकर्तुं शक्नुमः इति प्रायशः इत्युक्ते ब्रह्मज्ञानी तु यदा कदापि गच्छति चेत् अपि इत्युक्ते सः ब्रह्म प्राप्तवान् एव तत्र किम् अपि च तत्र Indeed, according to the Upanishadic text, his vital forces do not depart. There is neither going nor coming back for those established in full realization who are fit for immediate liberation, having their organs merged in Brahman. They are suffused with Brahman. They are verily identified with Brahman. So there is no coming or going back, going for them. They are already established in Brahman eva. तत्र तस्मिन् श्लोके विवरणे एव दत्तमस्ति तर्हि तत्र प्रत्येके योगे भिन्नरीत्या उक्तमस्ति खलु महोदय तर्हि तस्मिन् योगे तत् सम्यक् भवति इति, यतोहि तत्र ज्ञानयोगं कर्मयोगं भक्तियोगं राजयोगं तत्सर्वं ज्ञानयोगाय अन्ये योगाः किम् अस्मान् सोपानानि भवन्ति, सिद्धान् कुर्वन्ति, यतोहि तत्र अन्ते ज्ञानेन एव ब्रह्म प्राप्तः भवति, प्राप्तं भवति इति कृत्वा तत्र भिन्नेषु योगेषु भिन्नभिन्नरीत्या उक्तमस्ति, किन्तु तत्र अद्वैतस्य तत्त्वः तु तत्त्वं तु यः ब्रह्म प्राप्नोति तस्य कुत्रापि गमनं न भवति तदनन्तरं, यतोहि सः एव सर्वत्र अस्ति, सर्वव्याप्य व्याप्यः एव भवति, यतोहि ब्रह्म प्राप्नोति इत्युक्ते ब्रह्म एव भवति सः इति. अस्तु, तत्र अत्र प्रायशः तत्र सम्यक् अवगमनार्थं तत्र प्रायशः तस्य विवरणमपि पठनीयम् इत्युक्ते तत्र शङ्करभाष्ये तु इदेव तदेव दत्तं महोदय, तत्र इत्युक्ते सः तस्य किमपि गमनं नास्ति इत्येव दत्तमस्ति. समीचीनम्, अस्तु, धन्यवादः भगिनि. अस्तु तर्हि अग्रे सरामः, तर्हि तत्र सुजाता भगिनी अग्रे. आं महोदय, त्रिभिर्गुणमयै मयैर्भावै त्रिभिः गुणमयैः भावैः विसर्गस्थाने रेपः आयाति त्रिभिर्गुणमयैः विसर्गात् पूर्वं किमस्ति इच अस्ति इचः अपि गुणः अखर् अस्ति भावमयैः विसर्गस्थाने ऐकारः अस्ति तस्य स्थाने रेपः भवति यतोहि अग्रे बकारः अस्ति कर्णास्ति उत्तमं लोकः अस्ति सप्तमाध्याये त्रयोदशसूत्रमस्ति त्रिभिर्गुणमयै मयैर्भावै येभिः सर्वमिदं जगत् मोहितं नापि जानाति माम् एभ्यः परमव्ययम् त्रिभिः गुणै मयै भावैः येभिः सर्वम् इदं जगत् मोहितं ना अभिजानाति माम् एभ्यः परम् अव्ययम् त्रिभिर्गुणैर्मयै भावै जगत् सर्वमिदं त्रिभिः गुणैर्मयै भावै येभिः माम् तत्र सर्वम् इदं जगत् मोहितमस्ति मोहितं नाम तत्र केन नाम तत्र केन मोहितं तत्र पठितम् इति अस्ति खलु तत्र तादृशं तत्र केन इति भवति नाम पठितम् इति केन पठितम्? अत्र मोहितं, तर्हि केन मोहितं? तृतीया, तर्हि त्रिभिः गुणमयैः भावैः भावैः मोहितं भवति. अस्ति अस्ति आम् अस्ति. तत्र त्रिभिः इति तत्र एभिः, एभिः नाम एभिः तत्र एषः न अभिजानाति माम् न अभिजानाति येभ्यः. तत्र येभ्यः इति तत्र विभक्ति का? येभ्यः येभ्यः पञ्चमी अथवा चतुर्थी? अत्र पञ्चमी एव, यतोहि परम् इति अस्ति खलु. आम् येभ्यः परम्, येभ्यः परम् अव्ययम्. तत्र माम् इति अस्ति, अतः माम् इत्यस्य विशेषणं नाम परम् अव्ययम्. तत्र सर्वं जगत् इति मोहितम् अस्ति, तत्र मोहितम् अस्ति इति कृत्वा तत्र न कोऽपि भगवन्तं न जानाति, अभिजानन्ति. यतोहि तत्र मोहितं, वयं सर्वे मोहिताः स्मः, अतः तत्र भगवन्तं न जानीमः. अपि भगवान् अस्ति येभ्यः परं नाम गुणा, गुणाः ये सन्ति तेभ्यः, तेभ्यः परम् अस्ति, अव्ययम् अपि अस्ति. अतः तत्र वयं तत्र गुणैः मोहिताः स्मः, तत्र सर्वत्र गुणः, एषः गुणः इति एव चिन्तयामः. गुणेन, गुणैः मोहिताः स्मः वयं, किन्तु भगवान् तु तत्र तेभ्यः परम् अस्ति, अव्ययम् अस्ति. अतः तत्र ज्ञातुं क्लिष्टकरम् अथवा न जानी. गुणेभ्यः परम् अस्ति भगवान्, गुणेभ्यः परम् अस्ति, गुणेभ्यः परम् अस्ति, सत्यं भगिनी, गुणेभ्यः परम् अस्ति इति. समीचीनं, धन्यवादः भगिनि, समीचीनं. अस्तु अग्रे वेदा भगिनी. हा महोदय, स्थितधीः मुनि रुच्यते, स्थितधीः मुनिः उच्यते. तत्र ईकार इचा परस्य विसर्गस्य रेफः अखरि परे इति, अखरि इति सूत्रकार्यं करोति. तदेव तत्र विसर्गस्य स्थाने इचः परस्य विसर्गस्य स्थाने रेफ आयाति. तदेव स्थितधीर् इति अस्ति, परे अखर् मकार अस्ति, तदेव तत्र रेफ आयाति. मुनिः तत्र मुने तत्र इचः परस्य विसर्गस्य परे अखरि उच् ऊ आयाति. तदेव तत्रापि मुनिर् इति विसर्गस्य स्थाने रेप् आयाति. तदेव स्थितधीर् मुनिर् रुच्यते, मुनिर् उच्यते, मुनिर् उच्यते इति पदमस्ति. अस्तु, गीता 2.56 पठितः श्लोकः पठितवन्तः महोदय, पूर्वमेव पठितवन्तः. एकवारं पठतु भगिनि, एकवारं पठतु. गतवर्गे पठितवन्तः किन्तु उत्तमम् अस्ति. सुखेषु विगतस्पृहः वीतरागय क्रोधः स्थितधीर् मुनिरुच्यते, उच्यते इति क्रियापदम् उच्यते. किम् उच्यते? स्थितधीर् स्थितधीः मुनिः इति उच्यते. कः स्थितधी मुनिः? न मुनिः इति उच्यते. कः मुनिः इति उच्यते? कीदृशमुनिः स्थितधी? तत्र कीदृशमुनिः इति नास्ति भगिनि, नाम कीदृशमुनिः इत्युक्ते तत्र सः उन्नतः मुनिः अथवा बालमुनिः तादृशं नास्ति. विशेषं मुनिः इत्युक्ते कः इति, तस्य लक्षणं, मुनेः लक्षणं मुनेः लक्षणम् अस्ति दुःखेषु अनुद्विग्मनाः, यः दुःखमस्ति चेदपि तस्य कोऽपि किं वदामि तस्य मनसः उद्वेगः न भवति, उद्वेगः न भवति, उद्वेगः न भवति, उद्वेगः न भवति. सुखेषु विगतस्पृहः, सुखे सुखमस्ति चेत् तस्य कोऽपि तस्य सन्तोष अथवा सुखम् आवश्यकम् इति तत्र तस्मात् कार्यं न करोति सः, सुखम् इच्छति इति अपि नास्ति. वीतरागभयक्रोधः, तस्य कोऽपि वीतरागभयक्रोधः नास्ति इति वा? न न न, तस्य रागः नास्ति, भयः नास्ति, क्रोधः क्रोधः नास्ति. वीत अच्छा ओके, वीत इत्युक्ते नाम तत्र दूरम् अस्ति इति, रागभयक्रोधस्वीतः अस्ति. सः मुनि मुनिः नाम तत्र दी, दी नाम बुद्धिः, बुद्धिः स्थिरं स्थिरम् अस्ति, मुनिः स्थितदीः स्थिरं, तदा एव मुनिः इति वक्तुं शक्नुमः. नाम यः नाम स्थितदीः भवेत्, वीतरागभयक्रोधः भवेत्, सुखेषु विगतस्पृहः भवेत्, दुःखेषु अनुविग्मनः भवेत्, तदा एव तत्र मुनिः इति उद्विग्नमनः भवेत्. ओके, तदा एव तत्र मुनिः इति वक्तुं शक्नुमः. अच्छा, मुनिः इति उच्यते वा? ओके, तादृशः पुरुषः एव मुनिः इति भवितुम् अर्हति. अस्तु, समीचीनमस्ति. अस्तु, तर्हि तत्र सुजाता भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा, तदनन्तरं विरमामः. आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः. अग्रिमवर्गे मिलामः. धन्यवादः.